नमस्कारः, यङन्तदातवः इति करपत्रम् अनुवर्तते। तर्हि महोदय, पुनः आकारान्तानाम् एजन्तानां विषये चर्चा जाता, महोदयस्य वर्गे चर्चा जाता इति मन्ये। तर्हि वयं प्रायः सरला भगिनी, पर्वदिनमस्ति इति कृत्वा प्रायः सरला भगिनी आहत्य आकारान्तानाम् एजन्तानां विषये उक्त्वा, अनन्तरं तुकागमस्य अपि विषये बोधनं कृत्वा वयं विरमामः अद्य। तर्हि भगिनी कृपया आरम्भवन्तु। अस्तु, यथा यङ् प्रक्रिया किं कस्ति तत् वयम् अहं पुनः वदामि। यथा महोदय वर्गे उक्तवान्, प्रथमं यङ् धातु धातु स्वीकृत्य यङ् प्रत्यय विधीयते हलादु धातु एकाच् क्रियासमारेणेन। तदनन्तरं सनाद्यन्ता धातव अनेन धातु संज्ञा भवति। तत् यदि भवति द्वित्वकार्यस्य आदौ इति बहु महात्म अस्ति, तस्य आदौ अङ्गकार्यं कर्तव्यं प्रत्ययनिमित्तीकृत्य द्वित्व प्राक् अङ्गकार्यं भवति। यथा अकृतसार्वधातुकौ दीर्घत्वमिति या घुमास्थापा, यदि आकारान्त धातुः अस्ति तत्र अङ्गकार्यं घुमास्थापा इति विशेष अङ्गकार्यम् अस्ति, तद् द्वित्वस्य पूर्वं कर्तव्यं। तदनन्तरं द्वित्वं भवति संज्ञो अनेन। यदि संज्ञो अनेन द्वित्वं भवति तत्र स्मर्तव्यं सिद्धान्तः अस्ति, हलन्तधातु यदि अस्ति अजहीनं व्यञ्जनं परेण संयोजनं हलन्तधातु प्रति, तत् सिद्धान्तं प्रचलति। कारणकि यदि यङ् विधानं भवति यथा धातु पठति पठ्य इति भवति, अजहीनं भवति पर ठकार अजहीनम् अस्ति, तो पठ्य इति अनेकाच् भवति, तत् यत् धातु अजहीनम् अस्ति तस्य द्वित्वं न भवति इति स्मर्तव्यं। सो धातो एक अनेकाच् भूत्वा धातो प्रथम एकाचो हलादे तस्य द्वित्वं भवति इति स्मर्तव्यम्। तदनन्तरम् अभ्यासकार्यं भवति, सामान्यकार्यं विशिष्टकार्यं। सामान्यकार्यं कानि सन्ति? सूत्राणि सन्ति हस्व हलादिशेष शर् पूर्वखय कुहोचु अभ्यासचर्च ओरत् इति। तदनन्तरं विशिष्टकार्याणि भवति यथा दीर्घोकित गुणोयङ्लुको इति। तदनन्तरं के विशिष्टकार्याणि यथा धातु अस्ति यङ् धातु अङ्गम् अस्ति तस्य आधारीकृते यथा वयं श्रेणी कृतवन्तः आकारान्त औकारान्त अजन्तधातवः हलन्तधातवः, तदनन्तरं उपधायां कः वर्णासि अदुपदा इदुपदा इति रूपेण तस्य श्रेणी कृत्वा कार्यं कर्तव्यम्। तु इदानीम् अस्माकं धातु अस्ति छो, तो आकारान्तधातु यदि वयं स्वीकुर्मः छो धातु इति यङ् विधानं, तो यङ् विधानम् अस् हला धातु एकातो एकात् हलादि प्रत्यय अनेन धातु एकाच् हलादि क्रियासंहारे अनेन यङ् विधानं। सो यङ् विधानं च पूर्वम् आगच्छति आदेशे उपदेशिष्यति, अनेन किं भवति छो इति अश्यति अस्ति यङ् अतः तस्य आत्मम् आगच्छति। सो छाय इति भवति, आत्मं भूत्वा छाय। इदानीं दीर्घो अकृतसार्वधातुकयो दीर्घो इति धातु तस्य कार्यं भवति, यङ् धातुः अस्ति आर्धधातुकः अस्ति ङित् अस्ति अपि अकृत् अस्ति, सो तस्य प्रसक्तिः अस्ति पर्जन्यवत् तस् तिष्ठति अत्र, तु छाय एव भवति। तदनन्तरं संज्ञो अनेन द्वित्वं भवति, छाय इति अनेकाच् अस्ति, सो धातो हलादे धातो प्रथम एकाच्, सो छा इति प्रथम एकाच् भागः अस्ति तस्य द्वित्वं भवति, सो छा छाय इति भवति। छा छाय यदि अस्ति इदानीं हस्व सामान्य अभ्यासकार्यं भवति. सुसामान्य छा इति भवति अभ्यास, छा छा भवति अभ्यस्त इति संज्ञा. सो छा इति ह्रस्व, छ छाय भवति. कुहोचु अनेन किं भवति, कुहोचु क्षम्यताम्, अभ्यासे चर्च अनेन स्थाने चकार आगच्छति, च छाय भवति. इदानीं किं कर्तव्यं, विशिष्टकार्यमस्ति दीर्घोकित. सो दीर्घोकित अनेन किं भवति, आकार अभ्यासस्य ह्रस्व अङ्गस्य ह्रस्व स्वरस्य आत्वं भवति. सो दीर्घो आत्वं दीर्घो दीर्घस्वर भवति. सो अत्र च अस्ति, सो चाछाय. यदि चाछाय भवति तदनन्तरम् आगच्छति दीर्घात् इति सूत्रम्. दीर्घात् सूत्रं किं वदति, यत् दीर्घ अस्ति कुत्र अस्ति, दीर्घात् दीर्घात् तुक् स्यात् छे परे. सो अत्र च चा छाय अस्ति, सो चकार परे अस्ति, चकार उत्तरी उत्तरवर्ती आकार अस्ति. सो चकार परे तुक् आगम भवति. सो आद्यन्तटकुतोनेन तुक् आगम भवति आकारस्य अनन्तरं. सो चा छाय इति रूपं भवति. सो तदनन्तरम् अत्र प्रश्नः अस्ति, यद् आगम अस्ति तत् आगम कस्य अस्ति, छकारस्य अस्ति वा आकारस्य अस्ति. दीर्घात् इति सूत्रम् अस्ति, अनुवृत्तिसूत्रम् अस्ति दीर्घात् तु छे संहितायां. यदि दीर्घात् तु छे संहितायां वयं वदामः वा, छे इति सप्तमी निर्दिष्टम् अस्ति. सो यत् कार्यं यत् सप्तमी निर्दिष्टं भवति तु तस्य पूर्वं भवति. सो तस्य पूर्वं यदि कार्यं भवति वा दीर्घात् अस्ति तस्य अनन्तरं भवति. सो दीर्घात् इति भवति, सो दीर्घात् अस्ति आकार तस्य अनन्तरं भवति. सो यदि तस्य अनन्तरं भवति इति अनिष्टं, क्षम्यतां, छे इति यदि स्वीकुर्मः तत् पूर्व यदि भवति तत् अनिष्टं भवति. कारणं कि चकार आगम आद्यन्तो टकुतो अनेन तस्य परे भवति. सो चकारस्य अनन्तरं तकार आगच्छति. सो इति अनिष्टं रूपं भवेत्. सो तस्य समाधानं भवति तस्मात् उत्तरस्य इति अस्ति परिभाषासूत्रं. यस् पञ्चमी विभक्ति यदि अस्ति तस्य परे कार्यं भवति. तस्मात् तस्मिन् इति निर्दिष्टे पूर्वस्य, तस्मिन् इति निर्दिष्टे पूर्वस्य सप्तमी विभक्ति निर्दिष्ट यत् सूत्रमस्ति तत् तत्र कार्य तस्य पूर्वं भवति. यदि द्वयोः समानकाले उपस्थितिः भवति तत् उभयनिर्देशे पञ्चमी निर्देशस्य बलीयान्. सो पञ्चमी तत्र स्वीकर्तव्यं. सो अत्र पञ्चमी विभक्ति स्वीकृत्य आकारस्य आगमः भवति. सो आकारस्य आगमः भवति तो तस्य परे आगच्छति, तुक् आगमः तस्य परे आगच्छति तो इति वार्ता अस्ति. भगिनि अत्रैव अस्माकं प्रश्नः आसीत्, हलादिशेषः पुनः कार्यं न करोति वा इति. हलादि शेष या अहं न विस्मरवती. हलादिशेष यदि छाय अस्ति तत्र हलादिशेषकार्यं करोति, यकारस्य लोप यकार अपगच्छति. विशिष्टकार्यं कृत्वा दीर्घात् पुनः चा छाय इति अस्ति यदि तदनन्तरं दीर्घात् इति सूत्रस्य कार्यं भवति चा छाय. पुनः पुनः वदतु भगिनि, चकारस्य आगमन अनन्तरं किम् उक्तवती? छा छाय भगिनी तत्र हल्लादिशेष न आगच्छति, कारणं कि छाय अस्माकम् अङ्गम् अस्ति साधु, कारणं कि प्रथम एकाच् तस्य द्वितं भवति छाय अस्ति तद् तत्र छाय अभ्यासे चर्च चर् आदेश भवति चकारस्य स्थाने च, सो ह्रस्व अनेन आकार ह्रस्व भवति चर्चाय, तदनन्तरं विशिष्टकार्यं विशिष्टकार्यम् अस्ति दीर्घोकित, सो चाय इति अस्ति, यदि चाय विशिष्टकार्यं कृत्वा तदनन्तरं दीर्घात् सूत्रस्य कार्य सर्वाणि अङ्गकार्याणि कृत्वा तदनन्तरम् इति दीर्घात् सूत्रं, तदनन्तरं पुनः हलादिशेष इत्यस्य न तत् न कर्तव्यं, सो फैनल् ऐ मीन् अन्तिम वर्णं भवति चाच्छायते, अत्र चकारस्य तुकागमस्य तु चकारः भवति खलु, चाच्छायते चाच्छायते साधु चाच्छायते तत्रैव अस्माकं वयं पठितवन्तः गते चकारः चकारः चकारः यकारः ते अकारः आकारः चकारः आकारः न तत् परे पूर्वनागच्छति चकारः अल्पप्राणचकारः अल्पप्राणचकारः छा आकारः यते सम्यक् भगिनि, छा इति चकारः आकारः अनन्तरं किम् अस्ति अल्पप्राणचकारः आकारः पुनः अल्पप्राणचकारः अनन्तरं महाप्राणचकारः अनन्तरम् आकारः अनन्तरं यकारः अकारः छायते तद् धातु तत्र विवरणं न कृतं न दृष्टं करपत्रे छाद् इति कवर् करोति इति साधु भगिनि छादयति इति भगिनि अत्र एतद् यङ्ग् लुकि करपत्रे नास्ति इति मन्ये वर्गीकृतवन्तः न वर्गीकृतवन्तः परन्तु न अत्र नास्ति चो धातुः अत्र नास्ति इति वदामि भगिनी घुमास्ता इति अपि कृतवन्तः वयं वर्गे एकप्रश्नः अत्र स्तुत्वसन्धि भवति भगिनि सकार चकार अस्ति इति भगिनी उक्तवती इदानीं भव्या भगिनि चात् छात् छकार चवर्गीय अस्ति चकारस्य स्तोषणाश्चूवनेन चकार भवति चकारस्य चात् छायते इति भवतां भगिनि अस्मि भगिनि अहं श्रुतवती मातुः आह्वानम् आगतं तर्हि तावत् पर्याप्तम् अद्य ननु भगिनि वयं गते सप्ताहे तु सर्वं कृतवन्तः वयं पठितवन्तः साधु इति परिच्छेदं गते सप्ताहे पठितवन्तः पञ्चमे निर्देशे अस्तु भूमास्थादाय इति इदानीं ओ तदपि पाठितवान् वा आमां वयं धा मा इति तत्पर्यन्तं कृतवन्तः ष्टा न कृतवन्तः उदाहरणं द्वयं कृतवन्तः तावत्पर्यन्तं धन्यवादः अन्य पठति वा अर्णा भगिनी पठितुम् इच्छति भगिनि अत्र दा दो दे दा दा कृतवन्तः न भगिनि चातु मया वर्गे चर्चितवन्तः एतद् न श्रुतवन्तः पठतु भगिनि अरुणा भगिनि घुमासादयः धातवः किन्तु आकारेषु एजन्तेषु च धातुषु द्वादश सन्ति येषाम् ईकारादेशो भवति प्रथमसूत्रं घुमासागापजहातेषां हलि इति सूत्रेण धु घु मा सा गा पा हा ओहा सा षो येषां धातूनाम् आकारस्य स्थाने एकारादेशो भवति हलादि किद्दिमिति आदुधातुकप्रत्ययपरे अनुवर्तसहितमेव पठामि भगिनि अनुवृत्तिसहितसूत्रं घूमसागापजहाति साम् आपः अङ्गस्य इत् हलि इत् हलि कित्तिमिति आददातुके सूत्रं वदति षष्टधातवः सन्ति घूमसागापः सा देशं धातूनाम् आकारस्थाने ईकार आदेशः भवति हलादि प्रति निमित्तमस्ति हलादि कित् इत् अड्दातुकृते यङ् इति अत्र हलादि अस्ति नित् अस्ति अड्दातुकप्रत्यय अस्ति कित् तिंशित् नास्ति ततः अड्दातुकशेषः इत्येन अड्दातुकप्रत्ययः तदेव भगिनि इत्यनेन घूसंज्ञकदातवः षट् सन्ति दो दा भवति देङ् इत्यपि दा भवति हृदय् दा भवति दान् अपि दा भवति धे धे अपि धा भवति हृदय् धा च भवति अत्र वयं पठ घूमस्तत्र घुः इति अन्तर्भूत षष्ट धातवः सन्ति दो देङ् दुधैं दुधैं दान् धे दुधैं धा च रूपमपि दो एक एजन्तदातवः यक्प्रत्ययस्य विषये यदा पठितवन्तः तदा तु वयं समानं तदेव उदाहरणार्थं दाधातोः दीयते इति रूपं तस्मिन् विषये वयं पठितवन्तः गुमा अनेनैव सूत्रेण अस्तु भगिनि धन्यवादः पुष्पा भगिनी पठति वदामि वा तत्तु उक्तं यङ् प्रत्ययः हलादि यङ् प्रत्ययः हलादिः नित् आर्धदा नित् आर्धधातुकः अतः गुमास्ता गापा जहाति सां हलि इति सूत्रं प्रवर्तते आहत्य द्वादशधातवः अन्तर्भवन्ति येषाम् अनेन सूत्रेण आकारस्य इत्वम् अङ्गकार्यं सत् प्रथमतया भवति तदा एव संज्ञो इत्यनेन द्वित्वम् अस्तु उदाहरणत्वेन दा योगः यङ् गुमास्ता गापा जहाति सां हलि इत्यनेन आकारस्य ईत्वं गी योगः या अकृत् सार्वधातुक नर्यो दीर्घः इत्यनेन अजन्ताङ्गस्य ईकारस्य पुनः दीर्घादेशः अत्र अस्ति, परन्तु एकवारम् एतत् कार्यं कर्तुं शक्नोति इति दियोगः या संयन्योः इत्यनेन दियोगः या ह्रस्वः इत्यनेन इत्यनेन अभ्यासस्य अच् वर्णः ह्रस्वः दिदियोगः या गुणो यङ्लुकोः इत्यनेन अभ्यासस्य यङ्गुणः देदीयते इति आगच्छति. तत्तु महाराजः धनकोशम् उपहारान् देदीयते, विप्रेभ्यः देदीयते. धन्यवादः भगिनि. अग्रे अहं पठामि. अग्रे भवती अकृत् सार्वधातुकदीर्घः पठामि. अकृत् सार्वधातुक दीर्घः अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्संज्ञकः अथवा सार्वधातुकं चेत् न भवति. अचश्च इत्यनेन अचः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः ई अकृत् सार्वधातकयोः, तत्तु ई तु सप्तमी विभक्ति, तदेव चर्चा कृतम् अत्र यकारस्य परे एतत् आगच्छति, दीर्घः आगच्छति इति अच् अङ्गस्य दीर्घः. एतत्तु संज्ञक अथवा साधुधातुं चेत् न भवति, परन्तु अत्र गुमास्ता गापा जहा तेषां हलि तत् कार्यं करोति, तदेव अकृत् सार्वधातुकयो दीर्घः योः दीर्घः दृष्टिपतति. अस्तु अस्तु, अचश्च पठामि अहं पठामि किम्? अचश्च पठिष्यच्छ यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तम् पदम् आगत्य उपस्थितं भवति. तर्हि यत्र दीर्घः इत्युक्तम् अस्ति तर्हि कस्य पदस्य स्थाने न उक्तं खलु अकृत् सार्वधातुकदीर्घः इत्यस्मिन्? तर्हि अङ्गस्य इति उक्तम् अस्ति अचः अङ्गस्य इति, तदेव अनेन सूत्रेणैव अचः इति तत्र आगच्छति, अचश्च अचश्च इति सूत्रेण. अनन्तरं गुणो यङ्लुकोः क्षम्यताम् अचश्च अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुतैः अचः च अच् इति परिभाषासूत्रमस्ति. एतत् गुणो यङ्लुकोः अभ्यासस्य गुणो भवति यङि यङ्लुकि च, यङ् च लुक् च यङ्लुकौ इतरेतरद्वन्द्वः तयोः यङ्लुकोः. अस्तु, अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः इति परिचितसूत्रमस्ति. गुणकार्यं भवति अभ्यासस्य इति वयं पठितवन्तः. यङि अपि भवति यङ्लुकि अपि भवति इति. तर्हि धा धातोः विषये अहं प्रयते. धा एक धातोरेकाचो हलादेः क्रियासमभिहारे यमित्येन समभिहारार्थे यङ् प्रत्ययस्य विधानं, तर्हि धायोगः यम्. तदनन्तरं किं भवति अत्र दादाध्वाप् इति दादाद्वदाप् इति सूत्रेण अत्र धा धातुः गुसंज्ञकः अस्ति. तर्हि अस्माकं यङ् प्रत्ययः यत् अस्ति तत्तु मित् अस्ति, अनन्तरम् आरुधातुकप्रत्ययः अपि अस्ति, हलादि अपि अस्ति इति कृत्वा अत्र गुमास्थापजहातिसां हलि इति सूत्रेण ईका अच् अन्तिम अकारस्य ईकारः भवति, त तर्हि धा इ योगः यन् इत्यस्य धि योगः य इति भवति. तदनन्तरं भगिनि अकृत सार्वधातुक द्वयोः प्रसक्ति एक समय अस्ति. गुमास्ता वा गापा जहातियां हलि अपि अकृत सार्वधातुकयोदेशी तो इति बलाबलस्य चिन्तनं न भवति अभ्यासकार्य यदि कार्यमस्ति तत् केवल अकृत सार्वधातुक परसूत्रमस्ति तस्य कार्यं कर्तव्यं प्रथमं पुनः अपि कर्तुं शक्नोति इति महोदय उक्तवान्. किमर्थम् एतत् अभ्यासकार्यं नास्ति खलु भगिनि? अङ्गं कार्यम् अस्ति किन्तु सः उक्तवान् अकृत सार्वधातुकयो दीर्घ यदि प्रथमं कुर्मः पञ्चमे उत्तिष्ठति तदानन्तरं गुमास्ता पाजासां हलि कृत्वा अकृत सार्वधातुकयो दीर्घ पुनः अपि द्विवारं कर्तुं शक्नुमः. सो वर्गे द्विवारं उक्तवन्तः अकृत सार्वधातुक क्रमस्य अत्र रूपभेदः न भवति इति कृत्वा चिन्तनं कथमपि कर्तव्यम् इत्यपि साधु तदपि साधु द्वयो. अस्तु धन्यवादः. अपि अहं विस्मति घूमा सापा जाहाति साम् अस्मिन् सूत्रे हात् धातु स्थिपा निर्दिष्टमस्ति जाहाति कारण की केवलम् ओहाक् अस्ति धातु. हा धातु द्वे रूपं द्वयम् अस्ति ओहाक् अपि ओहाङ्ग् सो केवलम् ओहाक् इति स्वीकर्तव्यम् एतस्मिन् सूत्रे. अतः जहाति इति दत्तम् अस्ति न तु ओहाङ्ग् इति कर्तव्यं. ये अन्य आकारान्तधातवः अस्ति तेषां सर्वे तेषामपि बहवः रूपाणि सन्ति लेकं मा माने माङ् माङे इति अस्ति सर्वे स्वीकृतवन्तः अस्मिन् सूत्रे. किन्तु हा धातु केवलम् ओहाक् इति स्वीकर्तव्यम् अस्ति. धन्यवादः भगिनि. अत्र अनन्तरं पठितमासीत् यत्र स्टिप् निर्देशः भवति इक् निर्देशः वा स्टिप् अपि तथैव खलु इक् वा स्टिप् निर्देशः सपाष्टिपा यत् निर्दिष्टम् अस्ति यङ्ग्लुके तस्य कार्यं न भवति किन्तु यङि तु भवति इति कृत्वा यङि हा धातोः वयं युक्तं कृत्वा कुर्मः वयं किन्तु यङ्ग्लुके अस्य कार्यं न भवति न भवति. अस्तु धन्यवादः. तर्हि अधुना संयोगोः तर्हि दि योगः य इति रूपं तदनन्तरं गुण संयोगोः इत्यनेन यङन्तानां तु द्वित्वं भवति. तर्हि अधुना प्रश्नः उदेति अहलादि अस्ति इति कृत्वा एकाचौद्वे प्रथमस्य इत्यनेन द्वित्वं भवति. अधुना प्रश्नः उदेति प्रथम एकाच् भागः कः इति प्रश्नः उदेति तर्हि तत्र तु किमपि प्रश्नः अस्ति. प्रथम एकाच् भागः तु धि अस्ति द्वितीय एकाच् भागः य इति अस्ति तर्हि एकाचोदे द्वे प्रथमस्य इत्यनेन धी धी भूत्वा धी धी य इति आगच्छति. तदनन्तरम् अभ्यासे चर्चा इत्यनेन अल्पप्राणदकारं प्रथमं तु ह्रस्वः भवति तर्हि दि भवति दि दी य इति भवति. तदनन्तरं किमस्ति अभ्यासे चर्चा इत्यनेन महाप्राणधकारस्य स्थाने अल्पप्राणधकारः भूत्वा दि धीय इति भवति. तदनन्तरं गुणो यङ्ग्लकोः इत्यनेन किं भवति अत्र गुणकार्यं भवति अभ्यासस्य तर्हि दे भवति. दीर्घोकितः अपि आगच्छति न दीर्घोकितः न भगिनि दीर्घोकितः गुणो यङ्ग्लकोः अत्र तु दीर्घोकितः इति तु द्वयो प्रसक् द्वयो भवति दीदी तदनन्तरं गुणो यङ्ग्लको किम् अस्ति इत्युक्ते भगिनि यदि गुणो यङ्ग्लकोः प्रथमं कार्यं बलाबलचिन्तनं यदा कुर्मः वयं तु अस्मिन् विषये पूर्वं चिन्तितवन्तः यत्र यत्र गुणकार्यं प्रथमं भवति चेत् दीर्घोकितः इत्यस्य प्रसक्तिः प्राप्तिः नास्ति. किन्तु यत्र वयं दीर्घं यत्र वयं क्षम्यतां यत्र वयं दीर्घं प्रथमं कुर्मः तदनन्तरं गुणकार्यं कुर्मः चेत् गुणकार्यस्य प्रसक्तिः भवति इति कृत्वा बलवद् भवति. दीर्घं प्रथमं कुर्मः न किमर्थं नावश्यकं ते बलाबलचिन्तनं यत्र कृताकृतप्रसङ्गं यत्र आगच्छति तदा तु किम् अस्ति नित्यसूत्रं भवति गुणयङ्गुलकः इति कृत्वा दीर्घोपितः अस्ति अस्तु दीर्घोपितं न करणीयं वर्गे वयं कृतवन्तः पूर्वम् एवम् उक्तम् आसीत् इति मम मनसि अहं स्मरामि वर्गे पृच्छति भवति तत्र वयं अग्रिमे धन्यवादः तर्हि देवीय इति धातुः निष्पन्नं भवति अत्र किमर्थं महोदय द्वौ धातु इति लिखितवान् धा धातु द्वयं वर्तते उभयोः अपि धा इति एव रूपं भवति इति कृत्वा किम् अस्ति धे इत्यस्यपि धा भवति तदनन्तरं दुदाय् इति अपि अस्ति तस्यपि धा एव अस्ति तर्हि प्रथमं वक्तव्यम् आसीत् धे इत्यस्य धा कथं भवति इत्युक्ते यदि धे धातुः आसीत् चेत् धातुः अस्ति चेत् एवं प्रक्रिया अस्ति यदि दे धातुः अस्ति चेत् आदेश उपदेशे सूत्रेण आत्वं प्राप्नोति प्रथमसोपाने तदनन्तरं समानप्रक्रिया वर्तते अन्ततो गत्वा देदीयते इति ते पुनः अत्रापि वयम् एव समानवाक्यं प्रयोक्तुं शक्नुमः महाराजः विप्रेभ्यः उपहारान् देदीयते इति साधु पुनः दास्मि अस्तु मा इति धातुः अस्ति प्रथमं धातु एकाचो हलादे क्रियासंहारे अनेन यङ्विधानं यदि भवति तदा अकृतसारधातुकयो दीर्घ अनेन पर्जन्य उत्तिष्ठति माय एव भवति घूमास्थागापा जहाति सहलि अनेन आकारस्य ईकारः भवति प्रसक्ति अस्ति कारणकि यङ् चिङित् अस्ति अर्धधातुकः अस्ति अपि हलादि अस्ति सो तस्य प्रसक्तिः भवति सो अत्र मीय इति भवति धातु अनेकाच् अस्ति अनेकाच् अस्ति च तत्र प्रथम एकाश् तस्य द्वितं भवति मी मीय इति इदानीम् अस्ति ह्रस्व अभ्यासस्य ह्रस्व सूत्रेण ह्रस्व भवति सो मिमीय भवति मिमीय भूत्वा इदानीं यथा बलाबलं चिन्तनं तु गुणो यङ्लुको अनेन इकार अभ्यासस्य इक् वर्णस्य एत्वं भवति अङ्ग गुणः भवति सो मे मीय भवति मे मीय योग इदानीं अनुदातो ङित् अनेन आत्मनेपदी लट्विवाक्षायाम् आत्मनि सिद्ध प्रत्यय आगच्छति ते इदानीं कर्तरि शप् आगच्छति सो मेमीययोग शप् योग ते भवति अतो गुणेन मेमीययोग अतो गुणो अतो गुणेन परपूर्वस्थनो पररूप तिष्ठसि सो मेमीयते इति भवति रूपम् मम प्रश्नः अस्ति भगिनि मा धातु त्रयं वर्तते सर्वेषां मा धातूनामपि ग्रहणं भवति वा अत्र आम् तथैव उक्तवन्तः सर्वेषां ग्रहणं भवति यत्र तदेव पुनः अनन्तरं मा इत्यस्य तु शैन् इति अर्थः वर्तते अपियर् टु सौण्ड् इति अनन्तरं तावदेव अर्थद्वयं सामान्यतया लैक् मा इति मेजर् रैट् मापनं करण अनन्तरं किम् अस्ति यत्र शैन् अपियर् टु सौण्ड् इति कस्मिन् गणे मा धातु इति तस्य तु ज्योत्यादिगणे माङ् अस्ति ङकारः अस्ति वा मान् अस्ति माङ् माङ् इति ङकारः ङकारः कवर्गीय कवर्गकारः आं भगिनि माङ् ज्योत्यादि अकर्मकः मापयति तु भूवादिगणे न धातुत्रयम् अस्ति भगिनि तदेव मापयति तु इति यत्र आगच्छति तत्र तु सौण्ड् इति अस्ति भाति शैन् आट् सौण्ड् इति अस्ति खलु प्रमाणम् इति तत् किम् अस्ति मान् अस्ति तत् प्रमाणं प्रमाणम् इति माङ् अस्ति परिमाणम् इति तु यत्र मेशर् इति अर्थे अस्ति अनुमानम् इति तदपि मेशर् इति अस्ति अनुमानम् इति टु टु टु weigh all the options and tarkasya vishe bhavati iti anantram upamanam iti yatra bhavati ubayoho manam yatra samanam bhavati tarhi upamanam iti vadamah tarhi pramanam iti yatra bhavati tatra tu appear sound iti yatra iti arthe bhavati anyat kamati asti va भगिनी वाक्यं कथं वदामः मेमीयते मेमीयते इति तु किम् अस्ति सौचिकः वस्त्राणि मेमीयते प्रमाणं तु प्रामिसिङ्ग् इज़न्ट् इट् प्रमाणम् इति तु न भगिनि प्रामिस् नास्ति प्रतिज्ञा अस्ति प्रामिस् इति प्रमाणम् इति तु किमस्ति एतस्य प्रमाणं शास्त्राणां प्रमाणं किम् अस्ति अस्माकं पठनस्य व्याकरणस्य प्रमाणं किम् अस्ति वेदाः सन्ति खलु वेदाः प्रमाणानि भवन्ति प्रमाणाः भवन्ति तादृश अर्थे सौण्ड् इति न प्रूफ् इति प्रूफ् सौण्ड् इति तादृश सब्स्टान्शियेशन् इति आगच्छति खलु सब्स्टान्शियेट् इति प्रमाणम् तर्हि विरमामः वा अस्तु धन्यवादः मकरसङ्क्रान्ति एकादशी अपि नाट् वेडिङ्ग् भगिनि मकरसङ्क्रान्ति अस्ति ऐ नो बट् सेकेण्ड् मकरसङ्क्रान्ति आफ्टर् युर् वेडिङ्ग् yes bagini that is correct yeah oh you getting married no she is married 2 years ago oh I didn't know that bagini do you make this thing in a yellow at home yellow I don't know what that is no that's just sesame do you make it we don't make sesame make it too no Tamilians make it too No, not for this. Bagini, start the planning with this. Pongal, Bagini. We make sweet rice. No. Pongal, yeah. But this we give. This is the only day. And the 14th is the only day you can give somebody sesame seeds. Oh, you know? Is it? I don't know about that, Bagini. No. Yeah, you know what? In March, for Shardam, we make with Ella. So. Yeah, but only today, only the 14th, you can give. But my family, nobody makes. What? We don't make with Thirla. We make, what do you call it as, today? We make bogi, the boli. Boli, you put sweets and you make something like chapati, right? That one. Oh, really? Oh, no. This is in Karnataka. This is the, at least in Karnataka. I don't know about with peanuts and coconut and either jaggery or sugar cut up, you know, like made into So that is what is given. This is the only day you can give sesame seeds to somebody else, because it's only used during the Shraddhas. We don't have them, but not enough. This is the custom in our family. Especially when a baby is born, the Mudranasya sthapanam karomi.